गतरविवासरे अस्माभिः नूतनविषयः आरब्धः, तत्र अनुनासिकान्तम् अङ्गम्, अनुनासिकान्तम् अङ्गम् इत्युक्ते किं, यस्मिन् यत्र अङ्गं यत्र अङ्गस्य अन्ते अनुनासिकवर्णः अस्ति. अनुनासिकवर्णः इत्युक्ते किम्? अनुनासिकवर्णः इत्युक्ते वर्गस्य पञ्चमः वर्णः, पुङ्गलस्य पञ्चमः वर्णः अस्ति. हा, पञ्चमवर्णः अस्ति. तर्हि वर्ग तर्हि अङ्गस्य अन्ते पञ्चमवर्णः अस्ति चेत् कार्यं कथं भवति इति इदानीं वयं पठिष्यामः. तत्र चत्वारि सूत्राणि सन्ति मुख्यसूत्राणि, तत्र इदानीं पश्यामः. तत्र प्रथमसूत्रम् अस्माभिः गतरविवासरे एव पठितं, सूत्रमस्ति अनुदात्तोपदेशवनति तनोत्यादीनाम् अनुनासिकलोपो झलिमिति इति सूत्रमस्ति. तद् मदनमहोदया पठितं. तर्हि इदानीं किं कुर्मः? अस्तु, इदानीं पुनः एकवारं सूत्रं पठित्वा अग्रे गच्छामः. तर्हि मलर्महोदय अस्ति खलु? आं महोदय. मोनो धातुः इति सूत्रारभ्य अग्रे पठतु. आं महोदय. मोनु धातोः मकारान्तस्य धातोः पत्रं पुरतः अस्ति खलु महोदय? मम पुरतः तु एतत् करपत्रमस्ति, हल् धातुपाठे हल् सन्धि अभ्यासः. धातु 12B अस्तु महोदय. अस्तु महोदय, करपत्रमस्ति. अदर्वैस् तत्र मम ई पत्रे अपि तत्र सङ्केतः मम मया प्रेषितः करपत्रस्य. आम्, 12B वा? पश्यामि. व्यापारः संस्कारः वा? तत्तु नास्ति न, अग्रिमः तत्र 12B इति अस्ति तत्र खलु, 2A. क्षम्यता महोदय, समयः. न न, चिन्ता नास्ति. 05, 09, 010, 010. से 12 इस् व्यापारः संस्कारः च. न न, कुत्र पश्य. अस्तु, तत्र मया यत् ई पत्रं प्रेषितं तत्र गच्छतु. तत्र एव मया सङ्केतः अपि स्थापितः. एकनिमिषं महोदय. क्लास् रीडिङ्ग् मेटीरियल् दट् इस् धातुपाठे हल् सन्धि अभ्यासः एव न महोदय? मे बि अहं न अन्यद् अस्ति, तत् एकवारम् अहं प्रेषयामि, लिङ्क् प्रेषयामि एकनिमिषः तत्र. एकनिमिषः. तत्तु 12A भगिनी, धातुपाठे हल् सन्धि अभ्यासः, तदनन्तरं 12B अस्ति. 12A मया प्राप्तं. 12B एव न, अद्य यत् मया प्रेषितम् अद्य. अस्तु महोदय, सारि, क्षम्यतां. 12A अत्र अस्ति. 12B एव अस्ति. महोदय, भवान् शेर् प्रेषितवान्, इदानीं पश्यतु तत्र चाट् मध्ये प्रेषितवान्. अस्तु महोदय, एकनिमिषम्. अत्र एव पठतु. मोनो धातोः मकारान्तस्य धातोः पदस्य नकारादेशो भवति, येन विधिस्तदस्य इत्यस्य सहायेन मह धातुः इत्यनेन मकारान्तस्य धातोः इत्यस्यापि ग्रहणम्. हलोन्त्यस्य इत्यस्य सहायेन नकारादेशः पूर्णतया धातोः स्थाने न, अपि तु अन्तिमस्य मकारस्य. मह षष्ट्यन्तं, नः प्रथमान्तं, धातोः षष्ट्यन्तं, त्रिपदम् इदं सूत्रं. स्कोः संयोगात् रन्ते च इत्यस्मात् अन्ते इत्यस्य अनुवृत्तिः, पदस्य इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रं मह धातोः पदस्य अन्ते नः. अत्र मकारान्तः पदं चेत् धातोः मकारान्तः चेत् मकारस्य स्थाने नकार आदेशः भवति. निमित्तम् अस्ति न महोदय? न न मकारान्तधातु भवेत् पदस्य अन्तर्भवति, पदस्य अन्ते भवेत्. तदेव तदेव नकारः भवति, नकारः भवति. सम्यक्. किमस्ति? मकारान्तधातु भवेत् पदस्य अन्ते भवेत्, तथा अस्ति चेत् मकारस्य कः नकारः भवति, मोनो धातु इति. अग्रे मकारान्तानाम् अपदत्ते सति मकारस्थाने नकारः. इदानीम् अपदान्ते अस्ति चेत् मो श्वः स्वः स्वच मोश्च इति सूत्रं. मकारान्तधातोः धात्वान्तमकारस्य स्थाने नकारादेशो भवति मकारे वकारे च परे. येन विधि तदंशस्य इत्यस्य सहायेन मह धातोः इत्यनेन मकारान्तस्य धातोः इत्यस्यापि ग्रहणम्. अलोन्त्यस्य इत्यस्य सहायेन नकारादेशः पूर्णतया धातोः स्थाने न, अपि तु अन्तिमस्य मकारस्य म च व च मो इतयोः मोः मोः सप्तम्यन्तं च अव्ययपदं द्विपदम् इदं सूत्रं. मो नो धातोः इत्यस्य पूर्णतया अनुवृत्तिः. अनुवृत्तिसहितसूत्रं मह धातोः नः मो श. एतत् सूत्रं वदति धात्वान्ते मकारः अस्ति, पद अपदान्ते धात्वान्तमकारः अस्ति चेत् परे निमित्तमस्ति मकारः वा अकारः अस्ति चेत् मकारः धात्वान्तमकारः नकारः भवति इति एतत् सूत्रं वदति. तर्हि मोनधातोः सूत्रं किं वदति? मकारान्तधातुः पदस्य अन्ते अस्ति चेत् पदस्य अन्ते. इदानीं मोश्च किं वदति? मकारान्तधातुः अस्ति, तस्मात् अनन्तरं मकारः अथवा नकारः चेदपि मकारस्य स्थाने नकारः भवति. तर्हि मकारान्तधातुः पदस्य अन्ते भवेत् अथवा मकारे वकारे परे भवेत् मकारस्य स्थाने नकारः भवति. मोनधातोः मोश्च इति एकमस्ति मकारान्तधातु, अनुनासिकान्तधातु मकारान्धातु अस्ति चेत् किं भवति. अस्तु, अग्रे इदानीम् अनुदात्तोपदेश रघुपतिमहोदय वदतु. हा महोदय. अनुदात्तोपदेश वनति तनोति वनोति तनोति वनोति वनति तनोत्यादीनाम् अनुनासिको लोप अनुनासिकलोपो झलि इति. वन् धातोः अनुनासिकान्त अनुदात्त उपदेशधातोः अनुनासिकान्ततनादिधातोः अनुनासिकस्य लोपः भवति जलादि कित् नित्प्रत्यये परे इति. अनुदात्तः उपदेशे येषां ते अनुदात्त उपदेशाः इति बहुव्रीहि समासः. तनोतिः आदिः येषां ते तनोत्यादः बहुव्रीहिः. अनुदात्त उपदेशाश्च वनतिश्च तनोत्यादयश्च तेषाम् इतरेतरद्वन्द्वः. अनुदात्तोपदेशवनतितनोत्यादयः तेषाम् अनुदात्तोपदेशवनतितनोत्यादीनां ककार च ञकारस तयोः इतरेतरद्वन्द्वः. तौ इतौ यस्य तत् नित् तस्मिन्निति इति. अनुदात्तोपदेशवनतितनोत्यादीनां वनतितनोत्यादीनां षष्ट्यन्तम् अनुनासिकः इति लुप्तषष्टीकं पदम्. लोपः प्रथमान्तं झलिसप्तम्यन्तं नितिसप्तम्यन्तम् अनेकपदमिदं सूत्रम्. अङ्गस्य अधिकारः येन वितदन्तस्य इत्यनेन तादृशम् अङ्गं यस्य अन्ते अनुनासिकवर्णः अस्ति वनतिविहाय अनुनासिक इति पदं सर्वेषां विशेषणम्. अलोन्तस्य इत्यनेन अन्ते च तस्य अनुनासिकवर्णस्य लोपः यस्मिन् विधिः तदादौ अल्ग्रहणे वार्तिकम् इत्यनेन जलिकिति इत्युक्तौ जलादौ किति तादृश यस्य आदौ जल् स्यात् अनुभूतिसहितसूत्रम् अनुनासिक अनुदात्तोपदेश वनति तनोत्यादीनाम् अङ्गस्य लोपः जलिकिति इति अस्ति अत्र हा अत्र वन् धातोः अपि अत्र अनुनासिकलोपः भवति इति अत्र निमित्तमस्ति नित् कित् कित् नित् प्रत्ययः अस्ति परन्तु जलादि जलादि भवेत् तद् जलादि कित् नित् प्रत्ययः भवेत् केषाम् इत्युक्ते वन् धातोः अपि च अनुनासिकान्त अनुदात्त उपदेश धातोः अनुदात्त तत् भवेत् अत्र अनुदात्त उपदेशधातोः अपि च अनुनासिकान्त तनादिधातोः तत् तत् तेषाम् अनुनासिकस्य लोपः भवति इति सूत्रं वदति तर्हि वन् इत्यस्य निमित्तं किं झलादि निमित्तमस्ति कित् नित् प्रत्ययः परन्तु सर्वे नास्ति अजादि कित् नित् भवति न भवति जल् जल् जलादि जलि कित् अस्ति अतः जलादि जलादि कित् प्रत्ययः भवेत् जलादि जलादि तथा अस्ति चेत् धातु अनुनासिकान्त तनादिगणीयधातु अपि च अनुनासिकान्त उप अनुनासिकान्त अनुदात्तोपदेशधातुः नाम सः धातु यस्य अनु उपदेशे अनुनासिक अनुदात्तस्वरः अस्ति तादृशः धातुः अस्ति चेत् तस्य अनुनासिकवर्णस्य लोपः भवति जलादिकित् प्रत्यये परे तर्हि इदानीं वन् धातु धातवः के के सन्ति पञ्चदशधातवः सन्ति अग्रे पश्यामः पठतु अग्रे अनेन आहत्य पञ्चदशधातवः निर्दिष्टाः वन् धातुः भ्वादिगणे अनुनासिकान्त अनुदात्त उपदेशधातवः यम् रम् नम् गम् हन् मन् एतेषु अनुनासिकान्त तनादिधातवः तनु क्षिणु क्षणु ऋणु तृणु धृणु वनु मनु येषु धातुषु मन् धातुः दिवादिगणे अस्ति हन् धातुः अदादिगणे अस्ति अष्टधातवः तनादिगणे सन्ति अवशिष्टाः भ्वादौ एव येषां धातूनाम् अन्ते अस्ति तस्य अनुनासिकस्य लोपः भवति जलादि कित् नित् प्रत्यये परे एते पञ्चदशधातवः सन्ति वन् अपि च यम् रम् नम् गम् हन् मन् अपि च तनु क्षिणु क्षण ऋणु तृणु घृणु वनु मनु एते एते सन्ति परिगणितधातूनामेव सर्वे अवगच्छन्ति वा तत्र रचनमेव खलु वयं ज्ञातुं न शक्नुमः खलु महोदय किम् अनुदात्त उपदेश न न तत्र के के धातवः तादृश इति वयं सत्यं तर्हि सूत्रेण न वयं ज्ञातुं न शक्नुमः तत्र सूत्रेण वयं न ज्ञातुं शक्नुमः तर्हि धातवः के के सन्ति तस्य स्मरणमेव कर्तव्यं तर्हि वन् धातुः अस्ति सूत्रे एव लिखितमस्ति वन् धातु वनति वनति इति प्रत्ययः वनति मध्ये अत्र वनति इत्यत्र तः जलादि कित् प्रत्यय खलु तत्र किं भवेत् सूत्रे वनति लिखितमस्ति खलु वनति तत्र इष्टिपो धातुनिर्देश इति वनति इति प्रत्ययेन धातु निर्देश प्रत्ययेनैव वनति तर्हि वन् वनति इत्युक्ते वन् धातु तर्हि वन् धातु अस्ति तदनन्तरम् अनुनासिकान्त तनादिगणीयधातवः तनोत्यादीनाम् इति लिखितं के के सन्ति तनु क्षिणु क्षणु ऋणु तृणु घृणु वनु मनु अपि च अनुनासिकान्त अनुदात्तोपदेशधातवः तयम् यम् मध्ये अकारः अस्ति सः अकारः अनुदात्त अस्ति अतः यम् रम् मध्ये तथैव नम् गम् हन् मन् तर्हि आहत्य पञ्चदशधातवः सन्ति वन् यम् रम् नम् हन् मन् गम् तन् क्षिण् क्षण् ऋण् तृण् घृण् वन् मन् इति तत्र वन् धातु भवादिगणीय अस्ति तदनन्तरं यम् रम् नम् नम् सन्ति तत्र मन् धातु दिवादिगणीय अस्ति हन् धातु अदादिगणीय अस्ति अन्ये धातवः तु भवादिगणीय एव सन्ति, यथा रं, यं, नं, गम्, तनादिगणीयधातवः तनादिगणे सन्ति इति। तर्हि अत्र अनुनासिकस्य लोपः भवति कदा, यथा साक्षात् अग्रे झलादिकित्निप्रत्ययः अस्ति। तत्र यथा गम् धातुः अस्ति, गम् धातुः योगः क्त प्रत्ययः, तत्र क्त प्रत्ययः कित्नित् कित् अस्ति, झलादि अपि अस्ति, अतः मकारस्य लोपः भूत्वा रूपं भवति गतः। अनेन एव सूत्रेण मकारस्य लोपः भवति। तथैव हन् हतः, मन् मतः, नं नतः, रं रतः, यं यतः इति अस्ति। तदनन्तरं किमस्ति, अपि च हन् धातुः अस्ति खलु, हन् धातु लट् लकार प्रथमपुरुष द्विवचनरूपं किम् अस्ति, अतः हन् धातु अदादिगणीय अस्ति, अतः प्रत्ययः अस्ति क्तः इत्तस्ति खलु, तस्तः, तर्हि हन् योगः क्तः अस्ति, अतः नकारस्य लोपः भवति, यतोहि तस् प्रत्ययः अपि तस्ति कित् निपत् भवति, नकारस्य लोपः भूत्वा हतः इति भवति इति अस्ति। अस्तु, सर्वे अवगच्छन्ति वा? गोमती महोदय, भवती अवगच्छति वा इदानीं पर्यन्तं किं? यदा व्याख्यानं भवति तदा अवगच्छामि, परन्तु भवान् मां पृच्छति चेत् अहम् उत्तरं न दातुं शक्नोमि महोदय। मम मननं भवति चेदपि अहं पूर्णतया अवगच्छामि महोदय। न, परन्तु अत्र अवगमने किमपि कोऽपि भ्रमः नास्ति खलु? न न, व्याख्यानं तु सम्यक् अवगच्छामि। अस्तु, तर्हि भवती, अहमेक प्रश्नं पृच्छामि, भवती वदतु। तन् धातु अस्ति खलु, तन् धातु? आम् आं महोदय, तन् धातु, तनादिगणे तन् धातु, तन् योगः, तन् योगः तव तु प्रत्ययः, रूपं किं भवति? तन् योगः तव तु प्रत्ययः, तन् नकारस्य लोपः भवति, अनन्तरं ता एव तत्र अवशिष्यते, ततवत् सम्यक्। तर्हि तव तु प्रत्ययः कित् अस्ति, झलादि अस्ति, अतः नकारस्य लोपः भूत्वा ततवत्, ततवान्, ततवन्तौ, ततवन्तः। अस्तु, तत्वा एकं सूत्रम् इदानीं गोमती महोदय, भवती अग्रे पठति। जनसनखनां सञ्झलौ पठामि महोदय, जनसनखनां सञ्झलौ, सञ्झलोः इति, जनसनखनेषां धातूनां नकारस्य स्थाने आकार आदेशो भवति, झलादि सन् प्रत्ययपरे, झलादि कितङित् प्रत्ययपरे च, अलौद्यस्य इत्यस्य सहायेन आकार आदेशः पूर्णतया धातोः स्थाने न, अपि तु अन्तिमस्य नकारस्य, जनश्च सनश्च खन च तेषाम् इतरेतर द्वन्द्वः, जनसनखनः तेषां, जनसनखनां, सन् च हल् च तयोरितरेतरद्वन्द्वः, सञ्झलौ तयोः, सञ्झलोः, जनसनखनां षष्ट्यन्तं, सञ्झलोः सप्तम्यन्तं द्विपदमिदं सूत्रं विडवनोरनुनासिकस्यात् इत्यस्मात् आत् इत्यस्य अनुवृत्तिः, अनुदातोपदेश वन वनति तनोत्यादीनाम् अनुनासिकलोपो झलिङिति इत्यस्मात् झलि इति प्रत्ययोः अनुवृत्तिः, झलि इति अनुवृत्तिः सन् इत्यस्य विशेषणम्, अनेन यत्र सनि इडागमो भवति तत्र सन् झलादि नास्ति, अतः नकारस्य आतो न भवति, सूत्रं स्थितं झलि तु ङिति इत्यस्य विशेषणम्, सूत्रे स्थितं झलि तु ङिति इत्यस्य विशेषणम्, अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं जनसनखनामङ्गानाम् आत् झलि सञ्झलौ इति जनसनखन एतेषां धातूनां नकारस्य स्थाने आकार आदेशः भवति इति सूत्रं वदति, परन्तु तत्र परे तु छलादि सन् प्रत्ययः भवेत् इति. अनन्तरं छलादि नितगित् प्रत्ययः भवेत् अपि तेषां नकारस्य स्थाने आकारः आदेशः भवति इति. तर्हि जन् धातु, खन् धातु, सन् धातु, तत्र अग्रे छलादि कित्ति प्रत्यय भवेत् अथवा छलादि सन् प्रत्यय भवेत्, नकारस्य लोपः न भवति परन्तु नकारस्य आत्वं भवति. यथा उदाहरणमस्ति यतो हि जन् योगः क्तो प्रत्यय, रूपं किं भवति? जात, खलु? जात इति भवति खलु, जात, जन् योगः क्तो जात, नकारस्य आकारः भवति. तर्हि अत्र झलादि कित्नित् प्रत्ययः अथवा झलादि सन्, झलादि सन् इत्युक्ते किं? तादृशः सत् प्रत्ययः यस्य प्रथमवर्णः झल् वर्णः भवति. नाम इदानीं सन् प्रत्ययः आर्धतुकप्रत्ययः अस्ति खलु, आर्धतुकप्रत्ययः अस्ति चेत् कुत्रचित् इडागमः भवति, कुत्रचित् न भवति. यत्र इडागमः भवति, इडागमः प्रत्ययस्य एव भावः. तर्हि यत्र इडागमः भवति तत्र सन् प्रत्ययः अजादि भवति, इ इकारः अस्ति खलु, झलादि नास्ति. अतः इडागमसहित सन् प्रत्ययः अस्ति चेत् अस्य सूत्रस्य कार्यं न भवति. परन्तु यत्र इडागमः न भवति, इडागमरहित सन् प्रत्ययः अस्ति चेत् कुत्रचित् तत्र झलादि भवति, यतोहि सकारः झलादि अस्ति खलु, अतः तत्र आत्वं भवति इति. अतः सञ्झलोः, अतः झलि सन्, झलि सन् इति आवश्यकम् अस्ति. सन् इत्युक्ते द्वादशप्रत्ययः, तदेव न महोदय? सन् यथा पिपठिष इति अस्ति खलु, धातुमय सन् भवति, इच्छायां प्रत्ययस्य उपयोगः भवति सन्ति. द्वादश सनाद्यन्तः धातव इति सूत्रेण आचरिष्यते. अग्रे पठतु भवति. अहमेव पठामि, पठामि महोदय. अनुनासिकस्य उच्छलोः पुङ्क्ति सूत्रम्. अनुनासिकान्तङ्गस्य उपधायाः दीर्घादेशो भवति क्विच झलादि कित् नीतु प्रत्यये परे. क्विश्च झल् तयोरितरेतरद्वन्द्वः क्विच् छलौ तयोः क्विच् छलोः. ककार च नकार तयोरितरेतरद्वन्द्वः क्वौ तौ इतौ यस्य तत् नित् तस्मिन् नीति. अनुनासिकस्य षष्ट्यन्तं किच् हलोः सप्तम्यन्तं नीति च सप्तम्यन्तं त्रिपदमिदं सूत्रं. नोपधायाः इत्यस्मात् उपधायाः इत्यस्य अनुवृत्तिः, ढ्रलोपे पूर्वस्य दीर्घोण इत्यस्मात् दीर्घ इत्यस्य अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः, येन विधिस्तदन्तस्य इत्यनेन तादृशम् अङ्गं यस्य अन्ते अनुनासिकवर्णः अस्ति यस्मिन् विधिस्तदादौ वल् तदादौ वल् ग्रहणे वार्तिकम् इत्यनेन क्वि छलोः निति इत्युक्तौ क्वि योगछलादौ निति. तादृशप्रत्ययः यस्य आदौ छल् स्यात् अनुवृत्तिसहितसूत्रं भवति अनुनासिकस्य अङ्गस्य उपधायाः दीर्घः क्विच्छलौ निति इति. सूत्रमस्ति अनुनासिकस्य क्विच्छलोः निति इति. तत्र अपि परे झलादि निति प्रत्ययः भवेत्, अनन्तरम् अङ्गम् अनुनासिक अङ्गं, परन्तु अङ्गस्य उपधायाः तत्र परिवर्तनं भवति, दीर्घः भवति. क्विच्छलोः, क्विच्छल् इत्युक्ते किं महोदय? का च क्विप् प्रत्ययः? ओ, क्विप् प्रत्ययः, क्वि क्वि क्वि, केवलं क्वि क्वि. ओ, क्वि प्रत्ययः, अनन्तरं झलादिप्रत्ययः वा? क्विच्छलौ, ओके, क्वि प्रत्ययः अनन्तरं झलादिप्रत्ययः अनन्तरं कीति अपि दत्तं. तत् कित् गित् ङित् भवति, तदेव अर्थं भवति वा? प्रत्यय भवेत् अथवा झलादि कित् ओ ओ ओ, अस्तु महोदय. अनुनासिकस्य अङ्गस्य उपधायः दीर्घः भवति, क्वि प्रत्ययः परे अस्ति चेत् अथवा यदि छलादिप्रत्ययः परे अस्ति चेत् तदेव अस्तु. उदाहरणम् अस्ति चेत् किमपि पूर्णतया मनसि भवति. उदाहरणम् एकनिमिषम् शम् इति दिवादिगणे धातु अस्ति प्रत्यय शान्तः इति भवति शं योग निष्ठाप्रत्यय शान्तः शं योगः तथायां तु अकारः अस्ति अकारः अस्ति अङ्गम् अङ्गम् अनुनासिकमस्ति मकारः अस्ति अतः अनुनासिक अङ्गम् अस्ति उभधायाः द्यूथ शा इति भवति कित् प्रत्ययः अस्ति श्यां श्याम् अनन्तरं कित् प्रत्ययः अस्ति परे छलादिप्रत्यय छलादि कित् प्रत्ययः अस्ति अतः श्याम् इति भवति श्यां योगता श्यां योगता शान्तं तर्हि अनुनासिकान्त अङ्गम् अस्ति चेत् तस्य उपधायाः दीर्घः भवति कदा अग्रे क्वि प्रत्ययः भवेत् अथवा छलादि कीर्ति प्रत्ययः. अवगतं महोदय. क्षम्यतां महोदय. प्रश्नः अस्ति वा कस्यापि इदानीं पर्यन्तं? नास्ति महोदय. तर्हि इदानीम् एकः प्रश्नः अस्ति मम. तत् प्रश्नः वयं कुर्मः. किमस्ति एकनिमिषः. अस्तु अनन्तरं चिन्तयामि. अस्तु इदानीम् अग्रे मदन् महोदय अग्रे पठतु. गमहन गमहन जन कण गसा असां लोपः नित्यनङ्गि अजादि कित्नित् प्रत्ययपरे गम हन जन हन् गम् हन् जन् कन् गस् येषां धातूनाम् उपधायाः लोपो भवति परन्तु अङ् प्रत्ययः चेत् लोपः न भवति. गमश्च हनश्च जनश्च कणश्च गश्च तेषाम् इतरेतरद्वन्द्वो गम हन जन गण गसः तेषां गण गम हन जन गण गसां ककारः च ङकारः च द्वौ द्वौ इतौ यस्य सः नित् तस्मिन् स्थिति न अङ्ग अङ्ग न अनङ्ग तस्मिन् अनङ्गि गम हन जन कण गसां षष्ट्यन्तं लोपः प्रथमान्तं नीति सप्तम्यन्तम् अनङ्गि सप्तम्यन्तम् अनेकपदमिदं सूत्रम् अशिष्णु धातु ब्रुवां व्यो रियङ् वङ्गौ इत्यस्मात् अचि इत्यस्य अनुवृत्तिः ऊद् उपधाया गोः इत्यस्मात् उपधायाः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् गम हन जन कण गसाम् अङ्गानाम् उपधायाः लोपः अनङ्गि अचि निति अजादि कित्नित् प्रत्ययपरे अजादि कित्नित् प्रत्ययपरे अस्ति चेत् गम हन् जन् कन् गस् येषां धातूनाम् उपधायाः लोपो भवति लोपः लोपो भवति परन्तु अङ् प्रत्ययः अस्ति चेत् लोपः न भवति इति तत्र लुङ्लकारे लुङ्लकारे अङ् प्रत्ययस्य विषयः अत्र तु नास्ति. तर्हि गम् धातु खन् धातु जन् धातु खन् धातु घस् धातु येषां धातूनां तत्र अङ्गमस्ति चेत् तत्र अन्तिम अनुनासिकवर्णस्य लोपः भवति कदा अजादि कित्नित् प्रत्ययः परे. एतावत्पर्यन्तं सर्वदा झलादि आसीत् परन्तु इदानीम् अजादि कित्नि प्रत्यये परे अस्ति. अजादि कित्नि प्रत्यये परे गमः उपधालोपः भवति खलु महोदय तत्र उपधालोपः भवति खलु उपधालोपः गमहन जन खन घस् इति सूत्रा इति धातूनाम् अङ्गं तत्र अग्रे अजादि कित्वित् प्रत्ययः अस्ति चेत् उपधायाः लोपः भवति. तर्हि इदानीं पर्यन्तं झलादिप्रत्ययः आसीत् परन्तु इदानीम् अजादिप्रत्ययः अस्ति उपधायालोपः भवति परन्तु अङ् प्रत्ययः परे अस्ति चेत् न इति अवगच्छति वा सर्वे अवगच्छन्ति वा? तर्हि अस्य उदाहरणमध्ये अस्ति अन्धातु अन्धातु लट् लकार प्रथमपुरुष बहुवचनम् अस्ति खलु तत्र कस्मिन् केनापि सूत्रेण अकारस्य खकारः भवति अग्रे आगच्छति तर्हि हन् तस्य घन् भवति. इदानीं घन् योगः अन्ति रूपं किं भवति? उपदा हकारस्य अकार अस्ति लोपः भवति हकारस्य घकार केन सूत्रेण अपि भवति घ्नन्ति इति भवति अग्रे आगच्छति सूत्रं परन्तु घ्नन्ति इति भवेत् घ्नन्ति इति भवति अस्तु अग्रे एव सूत्र आगच्छति घ्नन्ति भवति खलु घ्नन्ति हन्ति हतः घ्नन्ति घ्नन्ति मध्ये अकारस्य लोपः अनेनैव सूत्रेण भवति यतोहि अग्रे हन्ति अजादि वित्प्रत्ययः अस्ति. तर्हि चत्वारि सूत्राणि अस्माभिः पठितानि तत्र अनुनात्तोपदेशवर्णोत्यादीनाम् इति अनुनासिकलोपो झलिकिति इति सूत्रस्य निमित्तमस्ति झलादिकित् निर्प्रत्यय तेन पञ्चदशधातवः सन्ति यस्य उप अनुनासिकस्य लोपः भवति. तदनन्तरम् एकं सूत्रमस्ति जनसनखनां सञ्झलोः इति सूत्रेण झलादि कित्नित् प्रत्ययः अस्ति अथवा झलादि सन् प्रत्ययः अस्ति चेत् जनसनखन इति धातूनां लोपः भवति क्षम्यताम् उपदेशस्य आकारः भवति. तर्हि एकेन सूत्रेण उपदेश अनुनासिकस्य लोपः एकेन सूत्रेण अनुनासिकस्य आत्वम् एकेन सूत्रेण अनुनासिकस्य क्विझलोः नीति इति सूत्रेण उपधायाः अनुनासिकवर्णस्य किमपि न भवति तर्हि उपधायाः आत्वं कुत्र क्विप्रत्यय अथवा झलादिप्रत्यय भवति चेत् अनन्तरम् अजादि कीर्ति प्रत्ययपये अनङ्गी इति अस्ति चेत् गमहन जनखन इति सूत्राणां सूत् इति धातूनाम् उपधायाः लोपः भवति अत्रापि अनुनासिकस्य किमपि न भवति. तर्हि अनुनासिकस्य लोपः अनुनासिकस्य आत्वम् उपधायाः लोपः उपधायाः आत्वम् इति सर्वम् उपधायाः दीर्घम् इति सर्वमपि अस्माभिः पठितम् एकेन सूत्रेण नकारः अनुनासिकस्य लोपः एकेन सूत्रेण अनुनासिकस्य आत्वम् एकेन सूत्रेण उपधायाः दीर्घः एकेन सूत्रेण उपधायाः लोपः इति चत्वारि कार्याणि सन्ति. स्वयम् अवगच्छन्ति वा? तर्हि इदानीं मम प्रश्नः अस्ति किं महोदय स्मरणे किञ्चित् क्लेशः भवति अतः कुत्रचित् भिन्नभिन्नकार्याणि भवन्ति खलु अतः तत्र अतः क्लेश मम प्रश्नः अस्ति गम् धातु अस्ति गम् धातु गम् धातु अनुनासिकान्त अङ्गमस्ति अनुनासिकान्तधातुः अस्ति अग्रे क्तप्रत्ययः अस्ति झलादि अस्ति कित्नित् अपि अस्ति कित् प्रत्ययः अपि अस्ति अत्र अनुनासिकस्य क्विझलोः निति इति सूत्रस्य अपि प्रसक्तिः अस्ति यतोहि झलादि कित्नित् प्रत्ययः अस्ति अनुनासिकान्तम् अङ्गमस्ति अपि च अनुदात्तोपदेशवैदनोत्यादीनाम् अनुनासिकलोपो झलिकिति इत्यस्य अपि प्रसक्तिः अस्ति यतोहि गम् धातु अनुदात्तोपदेश अस्ति. तर्हि कस्य सूत्रस्य कार्यं भवति? एकेन सूत्रेण उपधायाः दीर्घं भवति एकेन सूत्रेण अनुनासिक अनुस्वारस्य लोपो भवति तर्हि कस्य कार्यं करणीयम्? प्रश्नः प्रश्नः अवगच्छति वा सर्वे सर्वे अवगच्छन्ति वा हलो आम् महोदय अनुदात्त उपदेशे वनत् करोति इति सूत्रं वा परसूत्रमस्ति परसूत्रमस्ति अस्तु परन्तु इतोपि किमपि अस्ति वा अस्ति खलु महोदय तत्र चतुर्थ अध्याये किमपि अस्ति खलु तत्र किम् अस्ति अहं वयं पठितवन्तः पूर्वम् एकवारं चतुर्थपादे किमस्ति तत्र इदानीं न जानामि न स्मरामि तर्हि परसूत्रमस्ति तत्तु अस्ति अहं चिन्तयामि न जानामि सत्यमस्ति न वा भवती भवन्तः अपि चिन्तयन्तु नित्यमपि अस्ति खलु नित्य उक्तमस्ति साक्षात् उक्तमस्ति इति कृत्वा वा न उक्तमस्ति इति न परन्तु अहं चिन्तयामि यत् कृतकृत् अपि अनुदात्तोपदेशसूत्रस्य तु कार्यं भवति अपि एव कृताकृत् प्रसङ्गे परन्तु अनुनासिकस्य क्विझलोः इति सूत्रस्य कार्यं न भवति यतो यदा अनुदात्तोपदेशः प्रथमं कार्यं करोति यतोहि एकवारं मकारस्य लोपः भवति तदनन्तरम् उपधामध्ये अनुनासिकान्तमेव नास्ति अपि च उपधायां जकारः नाम गकारः अस्ति खलु नित्यसूत्रम् इत्युक्ते किं कृताकृत् प्रसङ्गी यस्य कार्यं भवति तस्य एव प्रसक्तिः अस्ति तर्हि यदि प्रथमम् अनुनासिकस्य क्विझलोः प्रीति इति सूत्रं कार्यं करोति तदनन्तरमपि अनुदात्तोपदेशसूत्रस्य प्रसक्तिः भवति यतोहि इदानीम् अनुनासिकान्तमङ्गम् अस्ति तस्य लोपः अपि न भवति परन्तु एकवारम् अनुदात्तोपदेश इति कार्यं करोति तदनन्तरम् अङ्गम् अनुनासिकान्त एव नास्ति मकारस्य लोपः भवति खलु तर्हि अनुनासिकस्य क्विझलोः कार्यं न कर्तुं शक्नोति अतः अनुदात्तोपदेशसूत्रस्य कार्यं प्रथमं भवति इति अपि अहं चिन्तयामि परन्तु मम अहम् एतत् न जानामि यत् नित्यसूत्रस्य कृते एकस्मिन् एव स्थले कार्यं भवेत् न वा यतोहि एकं सूत्रं भवति उपधाकृते कार्यमस्ति एकसूत्रं भव अन्तिमवर्णकृते कार्यमस्ति तर्हि तत्तु अहं न जानामि परन्तु तद् एकं कारणमस्ति अन्य यथा महोदय महोदयेन उक्तं साक्षादपि लिखितमस्ति गम् धातु अनुदात्तोपदेश अतः साक्षात् अस्ति चेत् तत्र तस्य एव सूत्रस्य प्रसक्तिः भवति इति अपि अस्ति अपि च आभीयकार्यमिति कुत्र वयं दृष्टवन्तः खलु तत्र कुत्र आभीय असिद्धत्र भवति इति किम् अग्रे असिद्धत्र अत्र भवति असिद्ध तत्र अस्ति तस्मिन् अधिकारे अस्ति वा एतत् 6436 अस्ति अपि च तदपि 6415 अस्तु क्विजलो न न असिद्धत्र भवति इति सूत्रसङ्ख्या 6422 अस्ति तत् क्षम्यतां महोदय 22 अस्ति 6422 अत्र अभीयकार्यमिति समानशयकार्यम् 6422 एकनिमिषः न जानामि परन्तु एतत् 6415 न एक तत्र अनुदात्तोपदेश 6437 अस्ति अन्यत् अन्यत् 15 अस्ति 15 अस्ति तत् क्विझलि तु 15 अस्ति तर्हि आभ्यकार्यं नास्ति यतोहि अनुनासिकस्य क्विझलो तु असिद्ध अत्राभात् इति अधिकारात् पूर्वम् अस्ति पूर्वमस्ति अतः तत् कार्यं नास्ति तत्र अस्तु तर्हि हा परन्तु अनुदात्तोपदेशसूत्रस्य कार्यमेव प्रथमं भवति मकारस्य लोपः भवति मकारस्य लोपः यद् भवति तदनन्तरम् अङ्गम् अनुनासिकान्ते एव नास्ति अतः अनुनासिकस्य क्विझलोः इति कार्यं न कर्तुं शक्नोति गतः एव भवति अवगच्छन्ति वा सर्वे आं महोदय आं महोदय अस्तु इदानीं महोदय पठितं खलु गमः न जनः न केन पठितम् अहं मलर् पठितं भवत्या एव पठितं खलु आम् अस्तु अग्रे भवती एव पठतु नाभ्यस्तस्याचि नाभ्यस्तस्याचि इति सागधातुके अजादि पित् सार्वधातुकप्रत्यये परे आभ्यस्तस्य लघु उपधागुणः न भवति न अभ्येपदम् अभ्यस्तस्य षष्ट्यन्तम् अचि सप्तम्यन्तं पिति सप्तम्यन्तं सार्वधातुके सप्तम्यन्तम् अनेकपदमिदं सूत्रं पुगन्तलघुपदस्य च इत्यस्मात् लघुपदस्य इत्यस्य अनुवृत्तिः मिदेर्गुणः इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम् अचि पिति सार्वधातुके अभ्यस्तस्य अङ्गस्य लघु उपदस्य गुणः न तर्हि अस्माभिः किं पठितं पित् प्रत्ययः परे अस्ति चेत् सार्वधातुकपित् प्रत्ययः परे अस्ति चेत् पुगन्तलघुपदस्य च इति सूत्रेण उकारस्य उगन्धलघुपदस्य इति सूत्रेण गुणं भवति खलु गुणः भवति परन्तु अत्र तस्य अपवादः अस्ति अजादि पित् सार्वधातुकप्रत्ययः नाम प्रत्ययः इदानीमपि पित् अस्ति सार्वधातुक अस्ति तत्र पुगन्तलघुपदस्य इति सूत्रेण गुणः भवेत् परन्तु अजादि पित् सार्वधातुकप्रत्यये परे लघु उपधा गुणः न भवति यदि अङ्गम् अभ्यस्तमस्ति अभ्यस्त अङ्गस्य उपधायाः लघुवर्णस्य गुणः न भवति अजादि पित् सार्वधातुकप्रत्यये परे अचि पिति सार्वधातुके नाम अजादि पित् सार्वधातुकप्रत्यये परे अभ्यस्तस्य अङ्गस्य लघुपदस्य गुणः न भवति इति अत्र किमर्थं लिखितं प्रायः अग्रे किमपि अन्य भवति परन्तु अस्य सूत्रस्य अनुनासिकान्त अङ्गस्य इति यः मुख्यपाठः अस्ति तेन अस्य सूत्रस्य किमपि सम्बन्धः नास्ति इति तर्हि भिन्नसूत्रं लिखितमस्ति प्रायः अग्रे आगच्छति इति यथा लिखितं यं लुगन्ते अस्ति खलु इति सर्वं यं लुगन्ते बहुत्र अत्र अनुनासिकान्तमङ्गं भवति यङ्लुकि प्रकरणे तद्गम् धातुः अस्ति खलु गम् धातु सामान्यतया यदि गम् धातु तिङन्तरूपं यदि वयं पश्यामः तत्र झलादि कित्मि प्रत्ययः कदापि न आगच्छति यतोहि मध्ये भवादिगणस्य शप्रत्ययः आगत्य तिष्ठति खलु अतः गम् धातु अनन्तरं सदा अजादिप्रत्ययः अस्ति परन्तु यङ्लुकि मध्ये सज्जङ्गम् इति रूपं भवति यङ्लुक् धातु जङ्गम् इति भवति तत्र अदादिगणीयद्भवति अतः जङ्गमनन्तरं झलादि कित् प्रत्ययस्य झलादिमित् प्रत्ययस्य तु प्रसक्तिः बहुत्र भवति तत्र सूत्रस्य कार्यं भवति अतः यङ्लुक् प्रसङ्गे अनुनासिकान्त उपदेशादिकं सूत्रस्य कार्यं बहुत्र भवति अतः यङ्लुक् धातूनां कृते ये सूत्राणि ज्ञानीयसूत्राणि सन्ति तेषामपि विवरणम् अत्र तेषामपि विवरणम् अत्र अस्ति अतः लिखितमस्ति अत्र किं नाभ्यस्तस्याचि इति सार्वस्ति परन्तु मुख्यविषयेण सह अस्ति किमपि सम्बन्धः अस्तु अग्रे यङ्ग् लुक् क्षम्यता महोदय यङ्ग् लुक् इत्युक्ते किं महोदय यथा भवती उक्तं यथा भवती उक्तवती खलु द्वादशप्रत्ययाः सन्ति यैः नूतन यैः किं भवति नूतन धातवः सन्ति न धातवः भवन्ति आपविशिकधातवः भवन्ति तत्र एव एकः प्रत्ययः अस्ति यङ् प्रत्ययः दर्शनेन आत्येशिकधातु निष्पत्ति तदस्ति यङ् कुत्रचित् अस्य यङ् प्रत्ययस्य लुक् भवति तदस्ति यस्य लुकं आतिदेशिकधातुः एव अस्ति यङ् लुगन्त् धातुः यत्र यङ् प्रत्ययस्य लुक् भवति यथा सन्धिपाठे अस्माभिः बहुत्र पठितं खलु यङ् लुगन्त् यत् यङ् लुगन्त् धातोः अस्माभिः उदाहरणं बहुत्र पठितम् प्रकरणप्रक्रिया इदानीम् अस्माभिः न पठितव्या, तत्र अग्रे आगच्छति. परन्तु यङ् लुगन्तमध्ये किं भवति, अदादिगणीयवत् कार्यं भवति, अतः साक्षात् धातु अनन्तरं घरादिप्रत्ययः भवति, तत्र सन्धि अल्सन्धेः प्रसन्नस्य प्रसन्ति भवति, अनन्तरम् अनुनासिकस्य अस्माभिः यानि यानि सूत्राणि आचर्यन्ते तेषां प्रसक्तिः भवति. अतः यङ् लुगन्तस्य अत्र विषये विषयः अत्र आगच्छति. शृणोमि महोदय, सम्यक् न शृणोमि. यङ् लुगन्त अत्र किमर्थम् अत्र तस्य चर्चा भवति, यतोहि यङ् लुगन्त धातु कृते अदादिगणीयवत् कार्यं भवति, साक्षात् अग्रे अतः अल्सन्तेः प्रकरण अल्सन्तेः प्रसक्तिः भवति. अत्र अनुनासिकान्तस्य कृते यः अस्माभिः यानि सूत्राणि पठितानि तेषां प्रसक्तिः भवति, अतः अस्तु महोदय, धन्यवादः. मीना महोदय श्रूयते वा? इदानीम् मास्ट् गेटिङ्ग् महोदय अप्डेटेड् वर्षन्. ओ आप् वर्जन् वा? आप् वर्षन्. इदानीं श्रूयते खलु? इदानीं श्रूयते. ट्वेल्व् बि करपत्रे वयं स्मः. ट्वेल्व् बि अनुनासिकान्त अङ्गस्य अनुनासिकान्तम् अङ्गं ट्वेल्व् बि, तत्र मध्ये गच्छतु, तत्र एक सूत्रमस्ति नाभ्यस्तस्याचिपिति सार्वधातुके, तत्र तत् इदानीम् एव अस्माभिः समाप्तम्. मध्यभागे अस्ति, मध्यभागे गमः अनन्तरं. प्राप्नोति मया न पठितं महोदय. चिन्ता नास्ति, अग्रे इदानीम् अग्रे पठतु, भवती एव पठतु. अस्तु, इदानीं यङ् लुक् सम्बन्ध परिभाषाद्वयम् कुत्र महोदय? नाभ्यस्तस्याचिपिति अस्ति खलु, तस्मात् एव अग्रे अस्ति. नाभ्यस्तस्याचिपिति, तदनन्तरं यङ् लुक् सम्बन्ध परिभाषा उपरि उपरि तस्य उपरि हो अन्तेषु उपरि चालपुटे अस्ति वा? नाभ्यस्तस्य चिपिति सार्वधातुके अजादिपित् सार्वधातुकप्रत्यये परे अभ्यस्तम्बन्धपरिभाषाद्वयं तत् नास्ति. मध्ये एकवारं स्क्रीन् रिफ्रेश् करोतु प्रायः. प्रकृतिग्रहणे यङ् लुगन्तस्य अपि no hold the low power viewer vali on the screen low power viewer vali yan luganta dhatu nam krate siddha singh pratyah tatya upari tasya upari low power viewer vali upari tasya upari ho hanter nirneshu upari tasya upari स्थित्वा चाशाप उपरि त्री प्रकृतिग्रहणे प्रकृतिग्रहणे आमां सत्यं तदेव प्रकृतिग्रहणे यन् लुगन्तस्यापि ग्रहणं तदेव परिभाषा अनेन यत् कार्यम् औपदेशिकदा अस्तु तर्हि भवती पठतु प्रकृतिग्रहणे यङ् लुगन्तस्यापि ग्रहणं पठतु अनेन यत् कार्यम् औपदेशिकधातोः निर्दिष्टं तत् यङ्लुके अपि निर्दिष्ट्यते निर्दिश्यते किन्तु तर्हि एका परिभाषा अस्ति प्रकृतिग्रहणे यङ्लुगन्तस्यापि ग्रहणं तर्हि अस्माभिः पठितं खलु सूत्रे बहुत्र बहुत्र लिखितमस्ति खलु अस्मिन् धातु एषः धातुः अस्ति चेत् एतत् कार्यं करोतु एषः धातुः अस्ति चेत् एतत् कार्यं करोतु यथा अनुनासिकान्त अनुधातोपदेशवादितमित्यादीनाम् इति सूत्रे वन् धातुः अस्ति तन् धातुः अस्ति इति अस्य एतादृशं किमपि लिखितमस्ति खलु सूत्रे तर्हि अनया परिभाषया किं वदितं किमुक्तं यत् अस्य अनेन सूत्रेण न केवलं धातोः ग्रहणं नाम प्रकृतेः ग्रहणम् अपि च यङ् लुगन्तस्यापि धातोः ग्रहणम् तत्र केवलधातोः ग्रहणं न करणीयं परन्तु तस्य धातोः यत् यङ् लुगन्तधातुः अस्ति तस्यापि ग्रहणं भवति तेनैव सूत्रेण सूत्रे यङ् लुगन्तं लिखितं नास्ति सूत्रे केवलं धातुलिखितमस्ति धातुलिखितमस्ति परन्तु तस्य धातोः अपि ग्रहणं करणीयम् अपि च तेन धातुना सह तस्य यङ् लुगन्तस्य धातोः अपि ग्रहणं करणीयं तेनैव सूत्रेण तर्हि अनेन यत् कार्यम् औपदेशिकधातौ निर्दिष्टं तद् यङ् लुकि अपि निर्दिश्यते इति परन्तु कुत्रचित् यङ् लुगन्तस्य ग्रहणं न करणीयम् कथं जानीमः कुत्र करणीयं कुत्र न करणीयं सामान्यतया करणीयं परन्तु अग्रे परिभाषा पठतु मीना महोदय स्थिपा शपा अनुबन्धेन निर्दिष्टं यत् गणेन च यत्र एकाच् ग्रहणं चैव पञ्चैतानि न यङ्लुकि अनेन स्थित् प्रत्ययेन निर्दिष्टं शप् प्रत्ययेन निर्दिष्टं सुबन्धेन निर्दिष्टं गणेन निर्दिष्टम् एकाच् ग्रहणेन च इमानि पञ्चविधसूत्राणि यङ्लुकि न प्रवर्तनीयानि महोदय मया किमपि न अवगतम् अस्मिन् च उक्तं यत् अनुबन्धमात्रेण निर्दिष्टं कार्यं यङ्लुकि न भवति यथा शीं सारुदातके श्रूयते वा यथा शीङ् सारुधातुके गुणः इति सूत्रे शीङ् धातोः गुणः विधीयते गकारः इति इत्संज्ञकवर्णम् अवलम्ब्य नकार इति इत्संज्ञकवर्णस्य ग्रहणेन एव गुणः विधीयते यङ् लुगन्तप्रक्रियायाम् इत्संज्ञकवर्णम् अवलम्ब्य यत् कार्यं तत् न भवति अतः यङ्लुकि शिशी धातोः शिशेति शेषीतः शेष्यति इति रूपाणि पित्वात् एव गुणः नान्यत्र एवमेव दिवादौ तुदादौ स्वादौ क्रयादौ इति सङ्केतेन श्यन् इत्यादयः विकरणप्रत्ययाः न विधीयन्ते यतोपि धातुगणेन निर्दिष्टाः गणेन इति पदेन गणं निमित्तीकृत्य यावत् कार्यं तत् सर्वमपि निषिद्धं यङ्लुकि अतः केवलं शप् इत्येव भवति यतोहि शप् गणसम्बन्धं न अपि तु धातुसाधारणेन विधीयते धातुमात्रम् अपेक्षितं धातोः इति कृत्वा कर्तरि शप् अस्य प्रदर्शनार्थं कौमुदीकारकः लिखति अत एव श्यन्नादयो न गणेन निर्देशात् किं न शब् किन्तु शब्देव अस्तु वदामि तर्हि अस्माभिः किं पठितं प्रकृतिग्रहणेन यङ्लुगन्तस्यापि ग्रहणं भवति परन्तु कुत्रचित् न भवति कदा ष्टिप् प्रत्ययेन निर्दिष्टं ष्टिप् प्रत्ययेन निर्दिष्टं तर्हि यत्र सूत्रे ष्टिप् प्रत्ययेन कोऽपि धातुः निर्दिष्टमस्ति तस्य यङ्लुकि तस्य कार्यं यङ्लुक् भवति चेत् तस्य यङ्लुगन्तस्य ग्रहणं न करणीयम् उदाहरणमस्ति तत् सूत्रमस्ति खलु ग्रही ज्या वच् किं सूत्रमस्ति पठतु ग्रहिज्या यदि वष्टि विच्छति पृच्छति तर्हि अत्र महोदय अत्र उपरि वयं दृष्टवन्तः खलु वनति वनति इति स्टिप् निर्दिष्टमस्ति खलु तदपि भवति वा तद्भवति खलु ग्रही ज्या व्यधि वचति विच्छति इति अस्ति खलु अत्र ग्रही मध्ये ग्रही मध्ये इक् अस्ति इक् इक् स्टिपौ इक् अस्ति खलु ज्या मध्ये किमपि नास्ति व्यधि मध्ये अपि इक् अस्ति परन्तु अग्रे विचति विच्छति तत्र स्टिप् अस्ति तर्हि केचन धातवः अस्मिन्नेव सूत्रे स्टिप् सहित सन्ति केचन स्टिप् सहित न सन्ति खलु केचन धातवः इक् निर्देशेन सन्ति केचन धातवः स्टिपानिर्देशेन सन्ति तर्हि प्रश्नः आगच्छति किमर्थम् एतादृशं लिखितं पाणिनिना केचन धातवः इक् इत्येन निर्दिष्टाः केचन धातवः स्टिपानिर्दिष्टः किमर्थम् एषः भेदः तर्हि एकं कार्यमस्ति एकं कारणमस्ति एतदेव ग्रही मध्ये न ग्रही ग्रहधातोः सम्प्रसारणं करणीयं नित् किप्नि प्रत्यये परे परन्तु न केवलं ग्रहधातोः अपि च तस्य यः यङ्लुगन्तधातुः अस्ति तस्य अपि ग्रहणं भवति नाम ग्रहधातोः अपि च तस्य यङ्लुगन्तधातुः यत् अस्ति प्रायः जाग्रह इति अस्ति तस्य अपि ग्रहणं भवति तस्य अपि सम्प्रसारणं करणीयं किप्नि प्रत्यये परे परन्तु विच्छति भृज्यति इति अपि अस्ति खलु व्यधि विच्छति भृज्यति इति ये यत्र स्टिपा निर्दिष्टमस्ति तत्र केवलं धातोः एव ग्रहणं करणीयं सूत्रेण तस्य यङ्लुगन्तधातोः ग्रहणं न भवति तेन सूत्रेण नाम तत्र केवलं मूलधातोः औपदेशिकधातोः एव सम्प्रसारणं भवति तस्य यङ्लुगन्तधातोः सम्प्रसारणं न भवति यत्र ष्टिपा निर्दिष्टमस्ति तदस्ति ष्टिपा महोदय तत्र वनति इत्यस्मिन् ष्टिपा निर्दिष्टमस्ति तत्र अनुनासिकलोपः भवति इति अस्ति तर्हि तत्र ष्टिपा निर्दिष्टमस्ति चेत् तत्र यङ्लुकि कार्यं न भवति वनति इत्यस्य वन् धातो सम्यक् खलु केवलं वन् धातोः औपदेशिकधातोः एव ग्रहणं भवति तस्य ववन् यः वावन् इति भवति तस्य न करणीयं यङ्लुगन्धातु तदस्ति ष्टिपा अग्रे अनेन ष्टिप् प्रत्ययेन निर्दिष्टं शप् प्रत्ययेन निर्दिष्टम् अनुबन्धेन निर्दिष्टं गणेन निर्दिष्टम् एका च ग्रहणेन च इमानि पञ्चविधसूत्राणि यङ्लुकि न प्रवर्तनीयानि ष्टिप् प्रत्ययस्य उदाहरणम् अस्माभिः दृष्टं सम्प्रसारणसूत्रमस्ति तत्र येन ष्टिपानिर्दिष्टधातुः अस्ति ष्टिपानिर्दिष्टधातोः सम्प्रसारणं न भवति यङ्लुबन्धे यङ्लुबन्धधातोः परन्तु इक् इति इत्यनेन यः निर्दिष्टमस्ति तस्य सम्प्रसारणं भवति अस्तु अग्रे हा तदनन्तरमस्ति अनुबन्धेन निर्दिष्ट यः कार्यमस्ति तत् कार्यं यङ्लुबन्धकृते नास्ति उदाहरणं किं शीङ्गसार्वधातुके गुणः इति सूत्रमस्ति खलु सूत्रं किं वदति शीङ् धातोः गुणः भवति सार्वधातुकप्रत्यये परे सर्वदा शीङ्गधातोः गुणः भवति सार्वधातुकप्रत्यये परे तर्हि कथं किमर्थं गुणः भवति तत्र शीङ् अस्ति खलु शीङ् मध्ये गुणः कथं भवति अन्ते इगन्तधातुः नास्ति खलु तर्हि किमर्थं गुणः भवति, यतोहि ग यदस्ति त इतवर्णः अस्ति हलन्त्यमिति सूत्रेण, इतवर्णः अस्ति अतः तस्य लोपानन्तरं स धातोः इगन्त भवति, अतः तस्य गुणः भवितुं शक्नोति। तर्हि नकारस्य अनुबन्धमात्रेण अत्र कार्यं भवितुं शक्नोति, गुणकार्यं भवितुं शक्नोति। षी गकारः अनुबन्धः नास्ति चेत् कार्यं न भवितुं शक्नोति। तर्हि नकारस्य अनुबन्धत्वात् अत्र गुणकार्यं भवितुं शक्नोति, अतः अत्र अनुबन्धेन निर्दिष्टं कार्यमस्ति। यद् गुणकार्यम् अस्ति अस्मिन् सूत्रे, यः गुणकार्यं यत् गुणकार्यं निर्दिष्टम् अस्ति तत् अनुबन्धेन निर्दिष्टम् अस्ति। हलन्त्यं खलु, हलन्त्यमिति सूत्रेण यत्र नकारः अत्र अस्ति, अत्र यत्रापि तस्य इत् संज्ञा भवति, तस्य इत् संज्ञकवर्णस्य निर्देशेन यदि कार्यं भवितुं शक्नोति, सूत्रस्य विधिः भवितुं शक्नोति, तत् अनुबन्धनिर्दिष्टकार्यम् इति वदामः। तर्हि अत्र गकारस्य इत् संज्ञा नास्ति चेत् गुणकार्यं न भवितुं शक्नोति खलु, यतोहि धातो इगन्तः भवति। नकारस्य इत् संज्ञत्वात् तत्र लोपः भवति, अतः षी भवति, षी इगन्त भवति, अतः तस्य गुणः भवति। तर्हि महोदय तत्र शीङ् इति केवलं धातुनिर्देशार्थं शीङ् इति उपदेशे शीङ् इति अस्ति इति कृत्वा तत्र कथं वयं जानीमः नकारस्य केन अनुबन्धेन एव निर्दिष्टम् अतः न भवति इति? शीङ् इति अत्र केवलं धातुनिर्देशार्थं पाणि न दत्तम् अस्ति खलु, शीङ् इत्यस्य गुणः भवतु इति। अस्तु, परन्तु सः इच्छति चेत् शेः सार्वधातुके गुणः इति अपि किमपि कर्तुं शक्नोति खलु। शीङ् किमर्थं लिखितं नाम सम्पूर्णशीङ् धातु किमर्थं लिखितम्? कुत्रचित् पाणिनि एतदपि करोति खलु, सः अनुबन्धरहितमेव धातु लिखति, इति न भवति खलु, तत्र गम् धातु अनुबन्धरहितमस्ति, लृ इति न लिखितं तेन, परन्तु अत्र शीङ् लिखितम्। He took all the efforts to put that extra letter gakarah over there when he could have saved it. Parantu na likhitam shingah eva likhitam kimartham tasya kimapi prayojanam asti va aam atra asti tena kim nirdishtam yat keval shing dhatoho eva guna karaniya tasya yah yang labandh dhato asti tasya anena sutrena gunah sarvatra na karaniya तस्य सामान्यतया पित् प्रत्ययः परे अस्ति चेदेव गुणः भवति। शीङ्गसार्वधातुकगुणः सूत्रं किं वदति? अग्रे पित् प्रत्ययः भवेत् अपित् प्रत्ययः भवेत् गुणः करणीयः खलु। शीङ्गसार्वधातुकगुणः इति गुणे इति गुणः इति सूत्रस्य महत्त्वं किं? पित् भवेत् अपित् भवेत् सर्वदा शीङ् धातोः तत्र गुणः भवति, परन्तु नकारस्य इत् संज्ञत्वात् तस्य शीङ् धातोः यः यङ् लुबन् धातुः अस्ति तस्य सर्वत्र गुणः न भवति, तस्य गुणः तु सामान्यतया पित् प्रत्ययः परे अस्ति चेदेव भवति, अपित् अस्ति चेत् न भवति। अतः अग्रे लिखितमस्ति खलु, यङ् लुबन्तप्रक्रियायाम् इत् संज्ञकवर्णम् अवलम्ब्य यत् कार्यं तत् न भवति, अतः यङ् लुगि शेषी इति धातु यत् अस्ति तस्य केवलं तिप् प्रत्ययः परे एव शेषेति इति भवति, परन्तु अग्रे शेषीतः एव भवति, शेषेतः न भवति, शेष्यति एव भवति इति अस्ति। केवलं शी इति लिखितमस्ति चेत् पाणिनिना शी शेः सार्वधातुके गुणः, तत्र न केवलं शीङ् धातोः ग्रहणं परन्तु प्रकृतिग्रहणे यङ् लुबन्तस्यापि ग्रहणम् इति परिभाषया शेषी इति धातोः अपि ग्रहणं भवति, तस्य अपि ग्रहणं भवति चेत् शेषेति शेषेतः इति रूपं भवति, न तु शेषितः, तत्तु असम्यक् भवति, अतः तद् मा भूत्, अतः सूत्रे शीङ्गः इति लिखितमस्ति, इत्संज्ञकवर्णः अपि अत्र तत्र योजितमस्ति। पश्यतु वैलक्षण्यमस्ति खलु, देर् इस् अ रीसन् बिहैण्ड् एव्री एक्स्ट्रा वर्ण देट् इस् एडेड् इन् द सूत्र, बिकास् देर् केनाट् बि एनी रीस् देर् केनाट् बि एनी एक्स्ट्रा वर्ण फार् नो रीसन्, अदर्वैस् यु आर् जस्ट् मेकिङ्ग् इट् मोर् लेङ्दि, एण्ड् ब्रेविटि इस् द की टु अष्टाध्यायी खलु। वैयाकरणः अर्धमात्रस्य अपि तत्र पुत्रजन्म इव महोत्सवं कुर्वन्ति इति अस्ति खलु. फार् ग्रामेरियन्स् सेविङ्ग् आफ् इवन् हाफ् अ मात्रा इस् इक्वलेण्ट् टु इस् लैक् द सेलिब्रेशन् आफ् अ न्यू सन् बिङ्ग् बार्न्. अर्धमात्रा लाघवेन पुत्रोत्सव मन्यन्ते. सो हियर् वाय् किमर्थमत्र न कृतं पाणिनिना, किमर्थं श्रीङ्गः लिखितम्? एक्स्ट्रा अस्ति खलु अत्र, तस्य कारणमस्ति. तर्हि तदस्ति अनुबन्धेन निर्दिष्टं. तदनन्तरम् अग्रे गणेन निर्दिष्टं. गणं, गणम् इत्युक्ते किम्? अग्रे लिखितमस्ति किं, हा, एवमेव दिवादौ, तुदादौ, स्वादौ, क्रियादौ इति सङ्केतेन श्यन् इत्यादयः विकरणप्रत्ययाः न विधीयन्ते, यतोहि धातुगणेन निर्दिष्टः. बहुत्र लिखितमस्ति खलु दिवादिभ्यः श्यन् इति सूत्रमस्ति, यत्र शप्रभाद्य श्यन् प्रत्ययः आगच्छति, अपि च तुदादिभ्यः तुदादिभ्यः श इति सूत्रमस्ति. तर्हि प्रश्नः उदेति, तुदादिगणीयधातुः अस्ति चेत् अग्रे श प्रत्ययः, दिवादिगणीयधातुः अस्ति चेत् अग्रे श्यन् प्रत्ययः. तत् यङ् लुबन्धधातुः यदस्ति तत् तदनन्तरमपि षण् प्रत्ययः आगच्छति वा, श प्रत्ययः आगच्छति वा? तर्हि उत्तरमस्ति न. गणेन यत् निर्दिष्टमस्ति तत् कार्यं तस्य कार्यस्य ग्रहणं यङ् लुबन्ति न भवति. अतः औपदेशिकधातुः, दिवादिगणीय औपदेशिकधातुः अस्ति चेदेव तस्य षण् भवति, तुदादिगणीय औपदेशिकधातुः अस्ति चेदेव तस्य षण् भवति, स्वादिगणीयधातुः अस्ति चेदेव तस्य षण् भवति. तत् किं वदामि, तिवादिगणीय औपदेशिकधातुः अस्ति चेदेव षण् आगच्छति, तुदादिगणीय अस्ति चेत् औपदेशिकधातुः अस्ति चेदेव तत्र श भवति, स्वादिगणीयधातुः अस्ति चेत् औपदेशधातुः अस्ति चेदेव तस्य श्नु भवति, श्नु भवति, क्रियादिगणीय औपदेशिकधातुः अस्ति चेत् श्ना भवति. तस्य तस्य गणे, तस्मिन् गणे यः यं लुग्नधातुः अस्ति तस्य शन् श स्नु क्ष्णा इति न करणीयम् इति अस्ति, यतोहि तत्र गणनिर्देश निर्दिष्टकार्यमस्ति. अवगच्छति वा, अवगच्छन्ति वा सर्वे? तर्हि तर्हि दिवादिगणीय यङ् लुगन्त, दिवादिगणीय औपदेशिकधातोः यङ् लुगन्तधातुः अस्ति तस्मात् अनन्तरं शन् प्रत्ययः न करणीयः, यतोहि शन् प्रत्ययः कथम् आगच्छति अत्र, गणनिर्देशेण आगच्छति. दिवादिभ्यः शन्, तुदादिभ्यः शः, तदा तुदादिभ्यः दिवादिभ्यः इति गणनिर्दिष्टमस्ति खलु. गणनिर्दिष्टं कार्यं केवलम् औपदेशिकधातुः कृते भवति, तेन यङ् लुगन्तस्य ग्रहणं न करणीयम् इति अस्ति. अतः केवलं शप् इत्येव भवति, यतोहि शप् गणसम्बद्धं न अपि तु धातु साधारेण विधीयते, धातुमात्रम् अपेक्षितम्. तर्हि यतोहि शप् प्रत्ययः तु सामान्यतया सर्वत्र आगच्छति खलु, कर्तृशप् इति सूत्रेण धातु अस्ति चेत् शप् प्रत्ययः आगच्छति. शप् प्रत्ययः किमपि गणेन न सम्बन्धितः, नाम भवादिभ्यः शन् शप् इति लिखितं नास्ति खलु सूत्रे, भवादिभ्यः शप् इति सूत्रे लिखितं नास्ति. सूत्रे किं लिखितमस्ति, कर्तृशप् सामान्यसूत्रं, तत्र गणेन किमपि निर्दिष्टं नास्ति. यो कोऽपि धातुः अस्ति चेत् तस्य कर्तृशप् इति सूत्रेण शप् प्रत्ययः आगच्छति, तत्र गणेन निर्दिष्टः, गणेन कोऽपि निर्देशः नास्ति. तत्र भवादिगणीयः भवादिभ्यः शप् इति लिखितमस्ति चेत् तत्रापि गणेन निर्देशः भवति, परन्तु कर्तृशप् इति एव सामान्यसूत्रं. शप् इति विधायकसूत्रं किं, कर्तृशप् सामान्यसूत्रमस्ति, गणनिर्देशसूत्रं नास्ति. कोऽपि धातुः अस्ति चेत् कर्तृशप् भवति. अतः यङ् लुगन्तस्य कृते शप् तु आगच्छति, शप् तु भवति इति, शप् तु भवति. अतः केवलं शप् इत्येव भवति, यतोहि शप् गणसम्बद्धं न अपि तु धातुसाधारेण विधीयते, धातुमात्रम् अपेक्षितं, धातोः इति कृत्वा कर्तृशप् भवति एव. अस्य प्रदर्शनार्थं कौमुदीकारः लिखति, अत एव शन् आदयो न गणेन निर्देशात् किन्तु शप् एव. कौमुदीकारः किं वदति, सिद्धान्तकौमुदी अस्ति खलु कौमुदीकारः, भट्टोजिदीक्षित् किं वदति, कौमुदीकारः इत्युक्ते किं, भट्टोजिदीक्षित् सिद्धान्तकौमुदी, किं वदति अत एव श्यन् आदय न नाम श्यन् इति विकरणप्रत्याये सन्ति ते न अत्र तेन यं लुङ्गस्य ग्रहणं न भवति गणेन निर्देशात् किन्तु शप् एव शप् शप् एव शप एव इति शप् एव शपः एव शपः एव शपः तु निर्देशः भवति शपः तु ग्रहणं भवति यं लुगन्तस्य कृते शप् प्रत्ययः तु आगच्छति परन्तु गणनिर्देशात् यः शन् प्रत्ययः अस्ति अथवा किमस्ति श्नुप्रत्ययः अस्ति श्नाप्रत्ययः अस्ति तस्य ग्रहणं न भवति इति तर्हि इदानीं अत्र प्रकृतिग्रहणे यङ् लुगन्त्यस्य अपि ग्रहणम् इति अनेन औपदेशिकदातोः निर्दिष्टम् अस्ति यङ् लुके अपि निर्दिश्यते इति अस्ति तर्हि यङ् लुगन्तदातवः औपदेशिकदाता इव कार्यं करोति एक्सेप्ट् लिमिटेशन्स् यद् यद् एक्सेप्षन्स् अस्ति अन्ये सनादयन्तदातवः औपदेशिकदातवः न सन् अतिदेशिकदातवः एतत्तु औपदेशिकदातु इव कार्यं करोति इति वा औपदेशिकधातु इव कार्यं करोति इति अहं न वदामि कार्यं केचन कार्यं तर्हि यतोहि यङ् लुगुन् धातुः औपदेशिकधातुः नास्ति खलु आतिदेशिकधातुः एव अस्ति नाम यदि कुत्रापि सूत्रे लिखितमस्ति खलु उपदेश तत्र यङ् लुगन्तस्य ग्रहणं न करणीयं यतोहि यङ् लुगन्तः उपदेशे नास्ति तर्हि औपदेशिकधातूनाम् इव कार्यं भवति इति अहं न वदामि परन्तु औपदेशिकधातोः कृते यत् कार्यमस्ति तत् कार्यं यङ् लुगुन् धातुः कृते अपि भवति सामान्यतया इति अस्ति नाम यस्मिन् सूत्रे किमपि धातुः कृते इदं कार्यं करोतु तस्य सूत्रस्य कार्यस्य ग्रहणं यङ् लुगन्तस्य कृते अपि करणीयम् इति तर्हि महोदय तत्र अनुदात्तोपदेशः अस्ति अस्ति खलु तत्र तर्हि तत्र वनति इत्यस्य न भवति तर्हि अत्र स्थिपानिर्देशः नास्ति चेत् तदा भवति वा यङ् लुकन्ते यदि स्थिपानिर्देशधातुः नास्ति तर्हि न केवलं वन् धातोः अपि च तस्य यः अनुनासिकान्त अनुदात्तोपदेशदातोः इति अस्ति खलु नकारलोपः भवति इति तत्र क्षम्यताम् अनुनासिकलोपः भवति इति अस्ति तर्हि यङ् लुगन्ति अपि भवितुमर्हति खलु यद्यपि उपदेशः दत्तमस्ति अत्र परन्तु यङ्लुके अपि भवितुमर्हति इति परिभाषा वदति खलु तत्र तादृशः अस्ति वा प्रकृतिकरणे यङ्लुकस्यापि ग्रहणम् औपदेशिकदातोः निर्दिष्टं यत् यङ्लुकि अपि निर्दिश्यते इति दत्तमस्ति खलु हा तर्हि वनति मध्ये तु न भवति यतो हि स्थिपा निर्दिष्ट अन्यत्र यद्यपि उपदेश इति दत्तमस्ति परन्तु भवति इति तत्रापि न तर्हि वनति कृते नास्ति तनादिगुणिधातु कृते नास्ति अनुदात्तोपदेश तत्र भवति वा स्टिप् नास्ति शप् अनुबन्धेन किमपि अस्ति वा तत्र न अनुबन्ध अनुदात्त उपदेश एव केवलमस्ति एकाच एकं लिखितमस्ति तत्र एकाच अपि पठित्वा वयम् अग्रे चर्चयामः एकम् अन्तिम अपि एकम् अस्ति खलु एकाच ग्रहणं तत्र तत् किमस्ति एकवारं पठित्वा अग्रे वयं चिन्तयामः यत् अनुदात्तोपदेश तस्य कृते अपि यं लुगन्तानां ग्रहणं करणीयं न वा यदि करणीयं चेत् करणीयम् इति शङ्का नास्ति अस्तु तर्हि प्रश्नः अस्ति वा कस्यापि समयः जातः इदानीं समयः जातः केन सूत्रेण जातः मध्ये रूपं भवति हा तत्र जन् जम जनः कन कनगसाम् एकवारं तत्र अनुनासिकान्ति एक उपदाय क्षम्यतां जनखनसनां जन सञ्ज् आत् इति भवति आं सं जनसनखनां सञ्जलो इति इत्यनेन भवति जातः जन् धातोः प्रत्यय तर्हि तत्र नकारस्य स्थाने आत्वं भवति जातः इति तैव वयं सर्वदा कक्षासमाप्त्यानन्तरं समयः समाप्तः जातः इति वदामः खलु जातः बहुधा अस्माकं वार्तालापे आगच्छति इदानीं जातः कथं निष्पद्यते तस्य सूत्रं किं तदपि अस्माभिः पठितम्. तर्हि जातः इति मनसि भवेत् चेत् तस्य सूत्रस्य मनसि आगच्छति. सत्यम्. अन्यथा न भवति. तर्हि हा परन्तु चिन्तयतु खलु, जातः जातः तु सर्वे जानन्ति, परन्तु जातः अस्ति अतः जनसनखनाम् इति सूत्रं मस्तिष्के आगच्छति, तेन इदानीं सन् खन् धातु कृते अपि अस्माकं रूपाणि खातः इति भवति. खातः खन् सामान्यतया खातः सातः कोऽपि न वदति खलु, न जानाति. जातः एव परन्तु जातः वयं जानीमः, तेन जनसनखनाम् इति सूत्रं मस्तिष्के आगच्छति, तेन सन् अपि च खन् तस्य अपि रूपाणि इदानीं सिद्धानि रूपाणि सिद्धानि भवन्ति, सातः खातः. तदेव सुलभः मार्गः चिन्तयामि. तदेव सूत्रस्य प्रयोजनं खलु. न सूत्रस्य स्मरणार्थं यत् यत् यत्र प्रसिद्ध धातुः अस्ति तस्य मनसि भवति चेत् तद् सञ्चिन्तया तद्वद् भवति. तदेव उक्तं गम् गम् सर्वे जानन्ति, गम् गतः हन् हतः केन सूत्रेण भवति, अनुदात्तोपदेश वनति इति सूत्रं मस्तिष्के आगच्छति. तदनन्तरं किम्, ओ वन् धातुः अपि अस्ति तस्यापि वतः, तत्र तनादिगणि धातुः अपि तन् अपि ततः. By just knowing one gam gatah han hatah, 15 dhatu come at the same time to your mind and you can form the root. That is the power of the sutra. You don't have to remember every dhatu separately because that will be impossible to remember. Identify so, with the word, a particular specific word. So yeah, I mean, yatha aham balakah aham, ashtadhyayah paathanat purvam, yada aham sutrani na janami, तदा मम रटनमेव मया करणीयं, प्रत्येकधातुकृते ओ तान्तरूपं किं, तव तु प्रत्ययान्तरूपं किम् इति सर्वं रटनं करणीयं. परन्तु यदा इदानीं यदा अहं सूत्राणि जानामि, रटनस्य आवश्यकता नास्ति. अहं यदि अहं सूत्रं जानामि तेन अहं रूपमपि कर्तुं शक्नोमि, रटनस्य आवश्यकता नास्ति. इट् इस् ईजियर् टु रिमेम्बर् 4000 सूत्र देन् कौण्ट्लेस् धातु एण्ड् देर् कौण्ट्लेस् प्रत्ययः. पवर् आफ् व्याकरण. अस्तु तर्हि इदानीं विरमामः, अग्रिमरविवासरे मेलिष्यामः. तत्र गोमती महोदय किं चिन्तयति, वर्गः कथमासीत् अद्य?